हरि ओम् नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रथमं चतुर्षसमासूत्राणि उमा भगिनी पठति वा? पठामि महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्त प्राप्तापन्नैः स्वयं तेन खड्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसंवोनार्थकलहनिपुणमिश्रलक्ष्मैः कर्तृकरणे कृता बहुलं कृत्यैरधिकारार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्तैः अल्पशाः कल्पशः शोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धिश्च ध्वाङ्क्षेण क्षेपे कृत्यैरुणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैक सर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संज्ञे संज्ञायां तद्दितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वः परप्रथमचरमजघन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनादकुञ्जरैः पूज्यमानं कतरकतमो जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयदृष्टिधेनुवशा वेदपश्यकयणी प्रवृत्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवाखलतिफलितवलिन जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरविंशकादयश्च पूर्वा पर अधर उत्तरम् एकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालापरिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थ सदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च सजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कूगतिप्रादयः उपपदमतिम् अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां त्वाच्च। धन्यवादः भगिनि। अरुणा भगिनी पठति वा तत्पुरुषसमासान्तसूत्राणि? आं महोदय। तत्पुरुष अङ्गुलैः सङ्ख्याव्ययादेः अहः सर्व एकदेशसङ्ख्यास पुण्याच्च रात्रेः अहोहन् एतेभ्यः न सङ्ख्यादेः समाहारे उत्तम एकाभ्यां च राजाः सखिभ्यश्च गोः अत्तदि तत् दुःखी अग्राख्याया मुरुसः अनोशम्याः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्षणः अतेहेश्वनः उपमानात् अप्राणिषु उत्तर उत्तरं मृगपूर्वाच सक्थनः नावो दिगोः अग्दाच्च स्वर्याः प्राचां कार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान् नपुंसका छन्दसि ब्रह्मणो जानपदाख्यायां कुमदद्भ्याम् अन्यतरस्याम्. धन्यवादः. गतवर्गे वयम् अर्धनपुंसकमिति सूत्रम् इति चर्चयिष्यामः इति चिन्तितवान्, किन्तु वर्गः न आसीत् इति कृत्वा तस्य चिन्तनं न अभवत्. अधुना अर्धनपुंसकं प्रथमं स्वीकृत्य तदनन्तरम् अग्रिमसूत्रं प्रति सरेम. उषा भगिनी पठति वा? आम् महोदय. अर्धं नपुंसकम्. अर्धम् इत्येतत् नपुंसकम् एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासः भवति. एतत् सूत्रं षष्टितत्पुरुषसमासः अस्ति. षष्टितत्पुरुषसमास अपवादः अस्ति. एतत् सूत्रं षष्टिसमास अपवादः अस्ति. अर्धम् इति शब्दः समांशवाचकः. अर्धम् इति शब्दः सम अंशवाचकः. नित्यं नपुंसके लिङ्गे भवति. असम अंशवाचि चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति. असमांशवाचि चेत् अर्ध इति शब्दः विशेष्यनिघ्नः भवति. तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते. अर्धं प्रथमान्तं नपुंसकं प्रथमान्तं द्विपदमिदं सूत्रं शुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सह सुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः, पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे इत्यस्मात् सूत्रात् एकाधिकरणे एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अर्धं सुप् एकदेशिना सुपासः एकाधिकरणे अर्धं सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषः समासः. अर्धं नपुंसकम् इति सूत्रं वदति. अर्धम् इत्येतत् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते. एकदेशिनैकाधिकरणकरण पदेन समस्यते. तदा नास्ति. अर्धं नपुंसकम् इति सूप् नास्ति. नपुंसकम् इति नास्ति, सूप् नास्ति. एकदेशिनैकाधिकरणेन सह अर्धम् इति सुबन्तम्, अर्धम् इति नपुंसकसुबन्तम् तदेव वदामि. यदि अर्धं नपुंसकलिङ्गे अस्ति चेत् समंशवाचकः अस्ति, तत् नित्यं पुल्लिङ्गे एव भवति. अर्धम् इति शब्दः सम अंशवाचकः नित्यं नपुंसकलिङ्गे नपुंसकलिङ्गे भवति, तस्य समासः न भवितुम् अर्हति. असंसवाचि अस्ति चेत् अर्धः इति शब्दः विशेषनिघ्नः भवति, विशेष्यवाच्यं भवति, विशेषणं भूत्वा. तादृशविशेषण अर्धशब्दाः एकत्वसंज्ञयुक्तेन अवयववाचिना सुबन्धेन सह समस्यते. यदि नपुंसकमस्ति चेत् तत् विशेषणवाच्यं न भवितुमर्हति. समांशवाचकः नपुंसकलिङ्गम्. असमवाचि, असम इत्युक्ते नान् ईक्वलेण्ट् वर्ड्, नान् ईक्वल् इति अनपुंसकम् इति नपुंसकम् इत्युक्ते पुंसि अथवा स्त्रीत्वं भवति चेत् तत् अर्धः इति पदद्वयं सुबन्धद्वयम् एकत्वसंज्ञयुक्तेन अवयववाचिन सुबन्धेन सह विकल्पेन समस्यते. यदि नपुंसकं भवति तत् अर्धं भवति. यदि मकारान्तं भवति तत् नपुंसकलिङ्गमस्ति. तद् विशेषनिघ्नः पदः नास्ति इति कृत्वा तस्य समासः षष्टितत्पुरुषसमासः न भवति इति अपवादत्वेन. बट् अत्र एकदेशिसमासः एव भवति विद् अर्धं नपुंसकम्. अर्धं प्रथमान्तं नपुंसकं प्रथमान्तं द्विपदमिदं सूत्रम्. अर्धं प्रथमान्तं सम अंशवाचिशब्दः अस्ति चेत् एकदेशिसमासः भवति. ऐतात् अत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् तत्र नपुंसकं नैव नास्ति. नपुंसकं नास्ति महोदय. सूत्रे नपुंसकम् इति उक्तत्वात् अर्धं प्रथमान्तं नपुंसकं प्रथमान्तं द्विपदमितं सूत्रं. द्विपदं सूत्रं तत्र समीचीनं. सूत्रं समीचीनं किन्तु अर्धं एकदेशिना एकाधिकरणे समासं भवितुम् अर्हति चेत् तत्र नपुंसकं न भवेत्. केवलम् अर्धम् इति सुबन्धमेव एकदेशिना एकाधिकरणे समासः भवितुम् अर्हति. अत्र पश्यतु असमांशवाचि चेत् अर्ध इति शब्दः एकत्वसंज्ञायुक्तेन अवयववाचिन सुबन्धेन सह विकल्पेन समस्यते. यदि अर्धं वाचकं नित्यं नपुंसकं भवति तस्य तु तस्य अपवादमस्ति इति कृत्वा अर्धं नपुंसकम् अस्ति चेत् षष्टिसमाससूत्रं न भवति इति सूत्रम्. अर्धं नपुंसकं नपुंसकम् अस्ति चेत् षष्टिसमास अपवादः सूत्र समासः न भवति. महोदय ऐतट् षष्टिसमासः न भवति. एकदेशिसमासः भवति. न षष्टिन तत्र अर्धम् अनपुंसकमस्ति चेत् एकदेशिन एकाधिकरणे विभाषा भवति इति अत्र अग्रिमपरिच्छेदं पठतु. अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्धः शब्दः अस्ति तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति. ओके. अर्ध इति शब्दः सम अंशवाचि अंशसामान्यवाचि च इति द्विता भवति. सम अंशवाचि अंशसामान्यवाचि च इति द्विता भवति. अंशसामान्यवाचि इति टु पीसस् इति एक्साक्ट् हाफ्स्. समे तु अंशे अर्धशब्दः नपुंसकलिङ्गे एव भवति. या दट्स् वाट् ऐ थाट् महोदय. समे तु अंशे अर्धशब्दः नपुंसकलिङ्गे एव भवति. अंशसामान्यवाचि तु पुल्लिङ्गे नपुंसकलिङ्गे च भवति. अंशसामान्यवाचि एनि पार्ट् इस् अंशसामान्यवाचि तु पुल्लिङ्गे नपुंसकलिङ्गे च भवति. अत्र अमरकोशः एव प्रमाणं. यदा किमपि वस्तु छिद्यते कर्त्यते तदा भागद्वयं भवति. उभौ अपि भागौ समानकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति. आं महोदय, हियर् इट् इस् एक्साक्ट् हाफ् नपुंसकलिङ्ग. अर्धम् इति नपुंसकलिङ्ग. यदा भागयोः समता नास्ति तदा अर्धः इति पुल्लिङ्गप्रयोगः. एनी पार्ट् इट् इस् देन् पुल्लिङ्गप्रयोगः. नपुंसकलिङ्गवाचि अर्धशब्दः एकदेशि तत्पुरुषसमासं प्राप्नोति. नपुंसकलिङ्गवाचि अर्धशब्दः एकदेशि तत्पुरुषसमासं प्राप्नोति अर्धं नपुंसकम् इत्यनेन सूत्रेण. यथा अर्धफलम् इति प्रयोगे अर्धशब्दः सम अंशवाचि एव स्यात् इति स्मर्तव्यम्. अर्धफलम् इति प्रयोगे अर्धशब्दः सम अंशवाचि एव स्यात् इति स्मर्तव्यम्. यदि अर्धशब्दः सम अंशवाचि न तर्हि फलस्य अर्धः फलार्धः देन् षष्टितत्पुरुषसमासाय फलस्य अर्धः फलार्धः इति षष्टितत्पुरुषसमासः भवति. सम अंशवाचि न चेत् फलार्धः इति षष्ठी तत्पुरुषसमासः भवति. एकदेशीसमासः एकदेशीसमासः इष्टः चेत् नपुंसकलिङ्ग अर्ध दट् अर्ध एक्साक्ट् हाफ् एकदेशी तत्पुरुषसमासं प्राप्नोति. षष्ठी तत्पुरुषस्थले अर्धशब्दः असम अंशवाचि असम अंशवाचि न तु सम अंशवाचि. अत्र अत्र किम् अस्ति, षष्टिपुस्तत्पुरुषसमासे षष्ट्यन्तं पदं पूर्वपदं भवति उपसर्जनं भूत्वा षष्टि इति सूत्रेण फलार्धः. अत्र फलार्धः इति फलस्य अर्धः फलार्धः. यदि अर्धशब्दस्य एकदेशी एकाधिकरणे इति अस्यत् तत्र किं भवति, अर्धं नपुंसकम् इति विभाषा अपवादसूत्रेण तस्य अर्धफलम् अर्ध इति उपसर्जनं सूच्य अर्धम् इति पूर्वपदं भवति, फलम् इति फलस्य एकभागः इति एकभागः न तु फलस्य अर्ध. नो नो नो महोदय, फलस्य एक्साक्ट् हाफ् दट्स् वाट् वि रेड् हियर् महोदय. फलस्य अर्धम् इत्युक्ते नपुंसकम् इत्युक्ते समवाचिशब्दः. समवाचिशब्दः अस्ति चेत् तत् एकदेशी एकाधिकरणे भवति इति कृत्वा अर्धम् इति पूर्वपदं भवति, फलम् इति उत्तरपदं भवति इति कृत्वा अर्धफलम् इति समस्तपदम्. दट् इस् एकदेशी समासः. अण्ड् फलार्धः इति चेत् फलस्य अर्धः इति असमवाचि समवाचि न तु एनी पार्ट्. ओके, अस्मिन् सूत्रे अर्धम् इति पदं प्रथमा विभक्तौ अस्ति, अतः तस्य प्रथमा निर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा अनन्तरम् अर्धम् इति पदस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण वयं पठितवन्तः. दट् यथा अर्धं पिप्पल्याः पिप्पल्याः इति षष्ट्यन्तम् ओके अर्धम् ओके अर्धपिप्पली पिप्पल्याः अर्धभागः यदि एतत् सूत्रं नास्ति तर्हि षष्ठी इति सूत्रेण पिप्पल्यार्धः इति समासः निष्पद्यते. तत् न इष्टम्. अतः अत्र अर्धं नपुंसकम् इति सूत्रस्य आवश्यकता. ओके, अलौकिकविग्रहः पिप्पलीयोगः ङस्, सो अर्धं पिप्पल्याः षष्ठी तु पिप्पलीयोगः ङस्, अर्धम् अर्धयोगः सु. ओके, समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते. अर्धपिप्पली अत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च. अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम्. ओके, पिप्पली ओके अर्धपिप्पली इति समासः भवति स्त्रीलिङ्गसमासः. अर्धपिप्पल्याः इति विग्रहवाक्ये पिप्पलीयोगः नस् योगः अर्धयोगः सु इति स्थिते, पर्वलिङ्गम् अर्धयोगः सु इति स्थिते विभक्तिप्रत्ययः लोपानन्तरम् अर्ध इति उपसर्जनसंज्ञा भूत्वा अर्धपिप्पली इति समासः निष्पन्नः भवति. अर्धपिप्पली इति समासकृते पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण पिप्पली इति यत् लिङ्गं भवति तत् तदेव समासस्य लिङ्गम्. अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम्. अर्धपिप्पली इति समासः एकदेशीसमासः. पिप्पल्याः समभागः इति अर्धपिप्पली इति समासः. अर्धं शरीरस्य अर्धशरीरम् अयं समासः नपुंसकलिङ्गे भवति. शरीरम् इति नपुंसकलिङ्गं सो समासस्य लिङ्गम् अर्धशरीरं नपुंसकलिङ्गम्, अर्धम् आसनस्य अर्ध आसनम् अयं समासः अपि नपुंसकलिङ्गे भवति. ओके, एकविभक्तौ अषष्ट्यन्तवचनम्, एकविभक्तौ अषष्ट्यन्तवचनम् इति एकं वार्तिकम् अस्ति. एकविभक्तौ अषष्ट्यन्तवचनम् अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. एकविभक्ति चापूर्वनिपाते इति सूत्र उपसर्जनसंज्ञा न भवति. एकविभक्ति चापूर्वनिपाते इति सूत्रेण केवलम् एकदेशीसमासस्य प्रसङ्गे. एकविभक्तौ अषष्ट्यन्तं वचनम् इति एकं वार्तिकम् अस्ति, अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. ओके, एकविभक्ति चापूर्वनिपाते इति सूत्रेण केवलम् एकदेशीसमासस्य प्रसङ्गे. एकविभक्ति चापूर्वनिपाते इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्तायां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति, परन्तु तस्य पूर्वनिपातः न भवति. ओ दट्स् द च अपूर्वनिपाते. एकविभक्ति ओके. अर्धं पिप्पल्याः इति उदाहरणे पिप्पली इति शब्दः नियतविभक्त्यन्तं पदम् अस्ति, यतोहि तस्य विभक्तिः न परिवर्तते. ओके, या दट् इस् द एकविभक्ति. यतोहि तस्य विभक्तिः न परिवर्तते विग्रहस्य अवस्थायां. यथा पिप्पल्याः अर्धं, पिप्पल्याः अर्धेन, पिप्पल्याः अर्धाय, पिप्पल्याः अर्धात्, पिप्पल्याः अर्धस्य, पिप्पल्याः अर्धे. अत्र पिप्पल्याः इति शब्दस्य विभक्तिः निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात् एकविभक्ति चापूर्वनिपाते इति सूत्रेण. परन्तु एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. एकविभक्ति चापूर्वनिपाते इति सूत्रेण एकदेशीसमासस्य प्रसङ्गे. अतः पिप्पल्याः इति षष्ट्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति. ओके, अनेन कारणेन तस्य पदस्य ह्रस्वत्वम् अपि न भवति. गोस्त्रियोर् उपसर्जनस्य इति सूत्रेण. स्त्री उपसर्जनसंज्ञा भूत्वा एकविभक्ति चापूर्वनिपाते गोस्त्रियोर् उपसर्जनस्य इति अनयोः सूत्रयोः विवरणम् अग्रे दीयते. ओके, एकविभक्ति चापूर्वनिपाते इति सूत्रेण विग्रहस्य अवस्थायां एकविभक्ति चापूर्वनिपाते सूत्रं वदति द्वयोः पदयोः मध्ये यत् पदं विभक्तिपरिवर्तनं नास्ति तत् पदम् एकविभक्तिकं पदम्. अन्यपदं विभक्तिपरिवर्तनम् अस्ति चेत् तत् पदम् एकविभक्तिपदं नास्ति. एकविभक्ति चापूर्वनिपाते इति सूत्रेण एकविभक्तिकं पदं पिप्पल्याः अर्धम् इति स्थिते पिप्पल्याः इति पदं पिप्पल्याः एव अस्ति. अर्धम् इति पदम् अर्धेन, अर्धाय, अर्धात्, अर्धस्य, अर्धे इति बहुविभक्तिकं विभक्तिप्रत्ययः स्वीकर्तुं शक्यते. पिप्पल्याः इति एकविभक्तिकं पदम्, एकविभक्तिकं पदं चेत् निश्चिता वर्तते इति कृत्वा तस्य उपसर्जनसंज्ञा स्यात्. एकविभक्तिकं पदम् उपसर्जनसंज्ञा भवति एकविभक्ति चापूर्वनिपाते इति सूत्रेण. उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः न भवति इति सूत्रं वदति. अपूर्वनिपाते इति कारणेन उपसर्जनसंज्ञा भूत्वा प्रायेण पूर्वनिपातः भवति. अत्र एकविभक्ति च पूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा भूत्वा यद्यपि उपसर्जनसंज्ञा भवति तदापि पूर्वनिपातः न भवति इति सूत्रं वदति. एकविभक्ति च पूर्वनिपाते सूत्रम् परन्तु एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. ओके, एकविभक्ति च पूर्वनिपाते इति सूत्रेण उपसर्जनसंज्ञा भवति, पूर्वनिपातः न भवति. परन्तु एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति. एकविभक्ति च पूर्वनिपाते इति सूत्रेण पिप्पल्याः इति पदम् उपसर्जनसंज्ञा भवति, पूर्वनिपातः न भवति. एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन पिप्पल्याः इति उपसर्जनसंज्ञा न भवति. ओके, अतः पिप्पल्याः इति षष्ट्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा एव न भवति. ओके, अवगतं महोदय. अनेन कारणेन सम्यक् किञ्चित् किञ्चित् अवगतम्. बट् किञ्चित् किञ्चित् सम्पूर्ण अवगमनं अत्र अर्धं पदं नपुंसकम् इति चेत् तत्र अर्धं नपुंसकम् इति चेत् नपुंसकम् अर्धं पदं नपुंसकम् इति चेत् तत्र षष्ठी सत्पुरुषसमासः न भवति, एकदेशीसमासः एव भवति. ओके, किन्तु अर्धः पुल्लिङ्गमस्ति चेत् पिप्पल्याः अर्धः इति नो पिप्पल्याः अर्धः इति षष्ठी समासः सम्भवति. समस्तपदम् अर्धपिप्पलि इति अर्धपिप्पलि इति षष्ट्यन्तं एकदेशीसमासः सम्भवति, सारी षष्ठीसमासः सम्भवति, षष्ठी तत्पुरुषसमासः सम्भवति. अण्ड् देन् अर्धम् अर्धः पूर्वपदमस्ति, पिप्पलि इति स्त्रीलिङ्गपदं, सो अर्धपिप्पलि इति स्त्रीलिङ्गपदमेव समस्तपदमपि वर्तते. ओके, तत्र वदतु अर्धपिप्पलि इति एकदेशीसमासं भवति वा षष्ठीसमासं भवति वा? अर्धपिप्पलि षष्ठी तत्पुरुषसमासः भगिनी, दट् इस् एकदेशीसमासः. अर्धपिप्पलि अर्धपिप्पलि इति एकदेशीसमासः. एकदेशीसमासः इति अर्धं नपुंसकम् इति सूत्रेण भवति. अर्धं नपुंसकम् अर्धम् इति नपुंसकलिङ्गशब्द यनि एकदेशी अवयविना समस्यते. अत्र पिप्पल्याः अर्धं इति कृते व्यस्तप्रयोग पिप्पल्याः अर्धम् इति विग्रहवाक्ये अर्धं नपुंसकम् इत्यनेन अर्धम् इति पदं सूत्रे प्रथमाविभक्तौ अस्ति. प्रथमाविभक्तौ अस्ति चेत् उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. सो अर्ध इति पूर्वपदं भवति. अर्ध पिप्पल्याः इति पिप्पल्याः इति षष्ट्यन्तं पदं पिप्पलीयोगः ङस् पिप्पलीयोगः ङस् अर्धयोगः सु पिप्पली सु समासं भवति चेत् अर्ध पिप्पली अर्ध इति अर्धम् इति पदम् अर्ध इति पदम् उपसर्जनसंज्ञा भूत्वा प्रथम प्रथमपदं पूर्वनिपातः, अर्धपिप्पली इति समस्तपदम्, अर्धपिप्पली इति स्त्रीलिङ्गं भवति, पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन स्त्रीलिङ्गं भवति, पिप्पली इति स्त्रीलिङ्गं भूत्वा उत्तरपदस्य लिङ्गं. देन् षष्टितत्पुरुषसमासः वुड् बि पिप्पल्यर्धः, पिप्पल्यर्धस्य अर्धः, पिप्पल्याः पश्यतु. There are two conditions. Pippalyaha ardham is one word. I am talking about the vyastha prayoga. Pippalyaha ardham in napumsakam is one word. Then pippalyaha ardaha is a pullinga padam, is another word. Okay. Now you have got two words in the vyastha prayoga. When it is ardham, it is samamsha vachi suchayati. That means it is equal parts. Equal half. ओके, अर्धः इत्युक्ते इट् इस् ए पार्ट् ओन्लि, नाट् सम पार्ट्. सो वन् पोर्शन् मीन्स् एकदेशी. ओके, एकाधिकरणस्य एकदेशी. सो नौ यु हेव् गोट् टु कण्डीशन्स्. नौ लेट् अस् टेक् द पिप्पल्याः अर्धं. नौ पिप्पल्याः अर्धं वेन् यु आर् डूयिङ्ग् द वाट् विल् बी द अलौकिकविग्रहवाक्य पिप्पली योगः न योग अर्ध योगः अम् अर्धं न सो अम् विल् बि देर् ओके बोट् नस् एण्ड् अम् विल् गो उप दिस्थिङ्ग् सुपोदातु प्रातिपदिकयोः इति सूत्रेण देन् यु हेव् पिप्पली अर्ध रैट् वितौट् अ प्रत्यय नौ ह्यर् अर्धं नपुंसकम् ईस् द नपुंसकम् इस् द सूत्रम् विच् विल् वर्क् बिकास् समवाचि नपुंसकलिङ्गम् अस्ति कृत्वा देर् फोर् अर्धः नपुंसकम् इन् द सूत्रम् अर्धम् इस् अ पूर्वपदम् ऐ मीन् प्रथमविभक्ति अस्ति देर् फोर् अर्ध गेट्स् ए उपसर्जनसंज्ञा देर् फोर् अर्ध विल् बिकम् द फस्ट् वर्ड् अर्ध अर्ध योग पिप्पली विल् बि देर् सो अर्ध पिप्पली विल् बि द वर्ड् नौ देट् विल् बि द प्रातिपदिकं देट् अर्ध पिप्पली लिङ्गं भवति द्वन्द्वतत्पुरुषयोः परमलिङ्गं द्वन्द्वतत्पुरुषयोः पिप्पली इदस् नित्यस्त्रीलिङ्गमस्ति कृत्वा तस्य स्त्रीलिङ्गमेव भवति इति कृत्वा अर्धपिप्पली इति रूपं सिद्धं भवति नौ लेट् अस् लुक् अट् द अदर् वर्ड् पिप्पल्याः अर्धः दर् द अलौकिकविग्रहवाक्यं विल् बि पिप्पली योगाङ्गात् योग अर्ध योगः सु पुल्लिङ्गमस्ति इति कृत्वा नाट् अम् सु Here, the sutra which will, because it is not a napumsaka lingas padam, ardham napumsaka lingam, the sutra will not do the work here. Because yes. It is a pullingam. So, shashti, it is shashti, shashti tatpurusha samasa eva karyam karoti. There, shashti is the pratama vibhakti asti krutva, pippalyaha, it is shashtyantam padam, purva padam bhagavati, upasarjanam bhutva. So, you get pippali plus ardha. ఇది ప్రాతిపదికం ఓకే పిప్పలి అర్ధ ఇట్ బికమ్స్ పిప్పలి అర్ధ దట్ ఇస్ షష్ఠీ తత్పురుషః దేర్ ఇస్ అర్ధ పిప్పలి ఇస్ ఏకదేశీ సమాసః yes now understood yes yes now there is a condition here because of ఏకవిభక్తికం అస్తి చే కిం భవతి ఇది ఏకవిభక్తికం ఇత్యుక్తే పిప్పలి ఇది इति एकविभक्तिकं पदम् अस्ति कृत्वा पिपल्या अर्धेन पिपल्याः अर्धया पिपल्याः अर्धात् पिपल्याः अर्धस्य पिपल्या अर्ध इत्यादि एकविभक्तिकं द पिपल्या डजन् चेञ्ज् द विभक्ति बट् द अर्धं पदं विल् अर्धेन अर्धाय अर्धात् अर्धस् इति चेञ्ज् इस् द वन् विच् इस् चेञ्जिङ्ग् सो रामशब्द सो वाट् हेपन्स् इस् दट् देर् इस् अ वार्तकम् एकविभक्तिकौ एव विभक्तौ अष्ट अषष्ट्यन्तवचनम् इति वार्तिकं किं भवति अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति ओ मै यूपीएससी शट् डौन् नौ समवेयर समथिंग इज साउंड इज कमिंग माय पावर इज गॉन माय पावर कट इज देयर सो माय यूपीएससी इज द वन व्हिच इज वर्किंग Now it is giving the indication that it may shut down. Because yesterday whole night there was no power. Anyway, let's see, as long as the power is there, we will continue the class. Okay, right, okay. So here what is say that एकविभक्ति च अपूर्वनिवाते इत्युक्ते न पूर्व एकविभक्तिकम् अस्ति चेत् पूर्वनिवातः न भवति इति. सो वाट् हेपन्स् इस् दट् इन् दिस् केस् वाट् हेपन्स् इस् दट् अनेन सूत्रेण एकदेशीसमासप्रसङ्गे परन्तु एकदेशीय एकविभक्तौ अष्टच्छन्दवचनम् इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति एकविभक्ति च पूर्वनिर्वाते इति अनुसूर एकदेशे समासप्रसङ्गे. अतः पिप्पल्याः इति षष्ट्यन्तस्य स्त्रीलिङ्गपदस्य उपसर्जनसंज्ञा न भवति. केन कारणेन? उपसर्जन अस्ति चेदपि पूर्वनिपातं न भवति. गो अथवा स्त्रीलिङ्गवचनम् अस्ति चेत् तस्य पूर्वनिपातः न भवति इति गोरस्त्रियोर् उपसर्जनम् इति सूत्रेण तत्र स्त्रीलिङ्गमस्ति चेत् उपसर्जना पूर्वनिपातं न भवति इति निवारणं भवति इति कृत्वा पिप्पल्या इति स्त्रीलिङ्गपदस्य पूर्वनिपातं न भवति. एकविभक्ति च पूर्वनिपाते गोस्त्रियोस्य विवरणम् अग्रे दत्तमस्ति. ओके, सो वाट् इस् द वार्तिक सेस्? उषा भगिनी वदतु, वार्तिकं किं वदति? एकविभक्तौ अषष्ट्यन्तवचनम् इति एकं वार्तिकम् एक इति उपसर्जन इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा न भवति इति अस्ति. अत्र अन्य महोदय, ऐ वाण्ट् टु टाक् अबौट् एकविभक्ति च पूर्वनिपाते इति सूत्रेण अण्ड् देन् कम् टु दट् षष्ट्यन्तं पदं शुड् बी दिस् एकविभक्तिकं पदम्. षष्ट्यन्तपदम् एकविभक्तिकं पदम् अपूर्वनिपाते इति कारणेन एकदेशीसमासः कृते एकविभक्तिकं पदम् अस्ति चेत् तत् एकविभक्तिकं पदम् अपूर्वनि उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः न भवति इति सूत्रं वदति. एकविभक्ति च पूर्वनिपाते इति सूत्रम् एकदेशीसमासस्य प्रसङ्गे एकपदं पिप्पल्याः इति अत्र एकविभक्तिकं पदम् उपसर्जनसंज्ञा भवति, पूर्वनिपातः न भवति इति एकविभक्ति च पूर्वनिपाते इति सूत्रं वदति. अत्र अन्यवार्तिकम् अस्ति एकविभक्तौ अषष्ट्यन्तवचनम् इति एकं वार्तिकम् अस्ति. अनेन वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा अपि न भवति. एकविभक्ति च पूर्वनिपाते इति सूत्रेण एकदेशीसमासस्य उपसर्जनसंज्ञा भवति एकविभक्तिकं पदम् उपसर्जनसंज्ञा भवति, पूर्वनिपातः न भवति. एकविभक्तौ अषष्ट्यन्तवचनम् इति वार्तिकेन षष्ट्यन्तपदस्य उपसर्जनसंज्ञा अपि न भवति इति वदति. अतः पिप्पल्याः इति षष्ट्यन्तस्य षष्ट्यन्तपदम् उपसर्जनसंज्ञा न भवति. पिप्पल्याः इति षष्ट्यन्तपदम् पिप्पली इति भवति समासस्य कृते. पिप्पली इति स्त्रीलिङ्गं भवति, स्त्रीलिङ्गं भवति एण्ड् इट्स् आल्सो गोस्त्रियोर् उपसर्जनस्य इति सूत्रेण ह्रस्वत्वमपि न भवति. ह्रस्वत्वमपि न भवति गोस्त्रियोर् उपसर्जनस्य, बिकास् गोस्त्रियोर् उपसर्जनस्य इति सूत्रम् उपसर्जनसंज्ञा अस्ति एव चेत् एव स्त्रिय गो अथवा स्त्रीशब्दः ह्रस्वत्वं भवति उपसर्जनसंज्ञा अस्ति चेदेव. अत्र एकविभक्तौ अषष्ट्यन्तवचनम् इति सूत्रेण उपसर्जनसंज्ञा अपि न भवति इति कारणतः गोस्त्रियोर् उपसर्जनस्य इति सूत्रेण ह्रस्वत्वमपि न भवति, उपसर्जनसंज्ञा अपि न भवति. तस्मात् अर्धपिप्पली एव अर्धपिप्पली एव अर्धः अर्धम् अर्धाः लैक् दट् रामशब्दवत् दट् शुड् बि न अर्ध पिपलि अन्तिमवाक्यं न पिपलि विल् नाट् बि इन् ह्रस्व अर्ध पिपलि इति स्त्रीलिङ्ग शब्द दीर्घम् एव आगच्छति ओरिजिनल् आम् ओके दट्स् वाट् ऐ अण्डर्स्ट् ओके अग्रिमसूत्रं प्रति गच्छामः बट् यु वाण्ट् टु रीड् दिस् दिस् थिङ्ग् दत् सूत्रम् यु हेव् गाट् दिस् यु नो या because you are power problem so time I will read later on before coming to the class yeah aruna bagini padidiva dhanyavaad namaste mahadev kim patniyam mahadev dvitiya tritiya chaturtha tritiya nyamya tarsya ekanimisham pakkara patta matakachi I may not be able to share the screen, but class can continue. You got the power now? I'm used running the UPS, that is the one which is making the sound. Okay. Because of the class, I purchased a UPS. Dithiya Tritiya Mahadaya? Dithiya Tritiya Chaturtha. Dithiya Tritiya Chaturtha Tuviya Ityete Samarthaha Subantaha Ekatva Sankhya Visishtena Devi Adirina Tadvachina Tadvachina सुबन्तेन सह विकल्पेन समुच्यन्ते पुरुषश्च समासो भवति अत्र द्वितीय अध्याये द्वितीयपादे तृतीयसूत्रमस्ति द्वितीया तृतीया चतुर्था तुर्याणि अन्यतरस्यामि सूत्रम् अत्र द्वितीया तृतीया चतुर्था तुर्या पदाः मत्ताः सुबन्तः एकत्वसङ्ख्याविशिष्टेन अव्ययेन तद्वाचिना सुबन्तेन सह विकल्पेन समासा तत्पुरुषसमासः भवति सूत्रं वदति द्वितीया तृतीया चतुर्था तुर्याणि अन्यतरस्यां द्वितीया तृतीया चतुर्था तुर्या इत्येते समार्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अव्ययिना तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासो भवति द्वितीयञ्च तृतीयञ्च चतुश्च तेषां प्रेतद्वन्द्वः द्वितीया तृतीया चतुर्थ तृतीयाणि समान्तम् अन्यतरस्यां विभक्ति प्रतिरूपकम् अव्ययम् अयं समासः षष्ठी तत्पुरुषसमासस्य अपवादः अस्ति सुभा आमन्त्रिते परं वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राकरारासमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः पूर्व अपर अधर उत्तर एकदेशिन एकाधिकरणे इत्यस्य सूत्रात् एकदेशिन एकाधिकरणे च तयोः पदयोः अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं द्वितीया तृतीया चतुर्थ एकदेशिन एकाधिकरणे सुपसः भाषा तत्पुरुषः समासः अन्यतरस्याम् ओके प्रयत्नं करोमि महोदय सूत्रमस्ति द्वितीया तृतीया चतुर्थ्यानि अन्यतरस्यां शब्दाः तृतीया चतुर्थ तृतीया शब्दाः सुबन्ताः एकत्वसंज्ञाविशिष्ट अव्ययं तद्वाचिन सिद्धन्तेन विकल्पेन समस्यन्ते. अत्र अनुभूतिसत्यसूत्रं वदति द्वितीया तृतीया चतुर्थ तुल्यानि सुपः एकदेशिन एकाधिकरणे सुपा सः विभाषा तत्पुरुषः समाः अन्यतरस्य कथं स्पष्टीकरणं न जानामि महोदय, सहायं करोतु. अनुवर्तिसहितसूत्रम् अनुवर्तिसहितसूत्रं वदतु, तत् तत्र समर्थनं कर्तुं शक्यते. द्वितीया तृतीया चतुर्थ तुल्यानि ये शब्दाः सुपः एकदेशिन एकाधिकरणे सुपः विभाषा पुरुष विभाषा विकल्पे चिन्ता मास्तु भगिनि, अत्र अस्ति द्वितीया तृतीया चतुर्थ तृतीया इति चत्वारि पदानि सन्ति. तस्मिन् किमपि पदं सुबन्तम् एकत्वसङ्ख्याविशिष्ट एकदेशिन एकाधिकरणे इति इत्युक्ते एक अवयवस्य एकभागं सूचयितुं समासं कर्तुं शक्यते. सः तत्पुरुषसमासस्य एकदेशीसमासः इत्युक्ते एकदेशिन सुबन्धेन सह. तत्र विभाषा अन्यतरसम् इति पदद्वयम् अस्ति, तस्य विवरणम् अग्रे आयास्यति. तत्र विभाषा इत्युक्ते व्यस्तप्रयोगं साधु एव. अन्यतरस्याम् इत्युक्ते तस्य कार्यम् इति दीर्घचर्चा अस्ति अग्रे. तत्र अधुना किं सूत्रं किं वदति, द्वितीय तृतीय चतुर्थ तुर्य इति चत्वारि पदानि अवयवरूपेण एकविभक्ति एक अवयवरूपेण अस्ति, एकदेशं निर्दिशति चेत् तत्र एकदेशीसमासः भवति इति सामान्य यदा पूर्वम् एक पूर्वापरोधरात्रम् एकदेशी नैकाधिकरणे इति यत् सूत्रे किं पठितं तदेव अत्रापि तत्र पूर्वापर अधर उत्तर इति पदान् स्थाने अत्र द्वितीय तृतीय चतुर्थ तृतीय इत्यादि केवलं यत्र किमपि नास्ति. ओके, अत्रापि चतुर्थपदाः अपि अव्यय एकदेशब्देन समस्यते. तत्र व्यक्तप्रयोगं सूत्रे कर्तुं शक्यते अन्यतरस्य विकल्पेन भवति. किन्तु इस्मिन् सूत्रे किं मुख्यता अस्ति, अत्र अन्यतरस्यां विभाषा पदद्वयमस्ति. विभाषा इति अधिक महाधिकारम् अस्ति, महाविभाषा इति कृत्वा व्यस्तप्रयोगस्य उपयोगं भवति इति वयं जानीमः. किन्तु अन्यतरस्याम् इति पदं केन दत्तमस्ति सूत्रे, तस्य कृते चर्चा अस्ति अस्मिन् सूत्रे किम् अस्ति. अस्मिन् सूत्रे द्वितीया तृतीया चतुर्थ तुर्याणि इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं द्वितीय तृतीय चतुर्थ तुर्याणि इति पदानां पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. अस्मिन् सूत्रे वयं जानीमः ये पदानि प्रथमाविभक्तौ सन्ति ते प्रथमम् उपसर्जनसंज्ञा वर्तवन्ति, तदनन्तरम् उपसर्जनं पूर्वम् इति पूर्वनिपातः भवति. अस्मिन् सूत्रे विभाषा इति सूत्रस्य अधिकारः अस्ति इत्यतः समासः विकल्पेन एव भवति, तर्हि किमर्थम् अन्यतरासाम् इति पुनः उक्तम्. तदेव भवान् उक्तवान्. उत्तरमस्ति अन्यतरस्यां ग्रहणात् षष्टिसमासः अपि भवति विकल्पेन. ओके, अन्यतरस्याम् इति पदेन षष्टिसमासः अपि भवति विकल्पेन. पूर्णगुणसुहितार्थ समानाधिकरणेन इति सूत्रेण द्वितीया तृतीयपदीनां पूरणप्रत्ययान्तानां षष्टिसमासः प्रतिषेधः वर्तते. द्वितीया तृतीया चतुर्था तुर्या इति एते शब्दाः पूरणप्रत्ययान्तशब्दाः सन्ति इत्यतः तेषां षष्ट्यसमासः निषिद्धः वर्तते. केन सूत्रेण पूर्व अत्र यत् नियमसूत्रमस्ति, नियमसूत्रं किं करोति, पूरण अर्थवाचकानां गुणवाचकानां सुहृदार्थवाचकानां सत्वाचकानाम् अव्ययवाचनानां समानाधिकरणे षष्टि निषिद्धाः इति षष्टिसमासस्य निषेधसूत्रमस्ति. किन्तु द्वितीय तृतीय चतुर्थ तुर्य इति चत्वारि वाक्यानि पूरणप्रत्ययान्तवाक्यानि अस्ति. तस्य अत्र अस्मिन् सूत्रात् पूरणसूर्णसुविधात् सदव्येतव्यसमानाधिकरणे सूत्रेण षष्टि निषिद्ध अस्ति चेदपि एतेषां चत्वारा पदार्थानां द्वितीय तृतीय चतुर्थ तुर्य इत्यादि चतुर्थपदानां पूरणार्थे अस्ति चेदपि षष्टिसमासः भवितुम् अर्हति, एकाधिकरणे अपि भवितुम् अर्हति, अथवा सामान्यषष्टिचतुरसमासः अपि भवितुम् अर्हति. आहत्य त्रीणि रूपाणि सिद्ध्यन्ति, एकदेशीसमासः भवति, षष्टिसमासः भवति, एवं व्यस्तप्रयोगः अपि भवति इति मुख्यविषयमस्ति. किन्तु पूर्णप्रत्ययान्ताः का इति अग्रे आयाति. तत्र पूर्णप्रत्ययाः अत्र सूत्रे किमस्ति, पूर्णगुणसुहितार्थसदव्यय इत्यस्ति न, तत्र पूर्ण इति किं सूचयति, पूर्णप्रत्ययान्तशब्दाः इति. तत्र पूर्णप्रत्ययान्तशब्दाः इति किम् अस्ति चेत् अत्र पश्यतु, सूत्राणि तद्धितान्तपदमस्ति पूर्णप्रत्ययाः. पूर्णप्रत्ययाः इति मत्वर्तीये मत्वर्तीया प्रकरणे अस्ति मत्वर्थप्रकीर्ण. अत्र पश्यतु पूर्णप्रत्ययाः इति दत्तमस्ति न, पश्यतु कमस्ति, तस्य पूरणे ढट् इति सूत्रम् अधिकारसूत्रमस्ति. तत्र डट् इति प्रत्ययः पूरणार्थे उपयुज्यते इति अस्ति. तत्र डट् डट् डट् तीय इति अस्ति, द्वे स्तीय स्तीय तीय इति प्रत्ययः अस्ति. अन्यत्र सर्वत्र डट् प्रत्ययः एव भवति. डट् इत्युक्ते डकार इति भवति, टकार इति भवति, अकार एव अवशिष्यते इति एव तत्र प्रत्ययस्य. किन्तु ते पूर्णप्रत्ययाः इति उक्त्वा केवलं यत्र डट् प्रत्ययः भवति तत्र तिया भवति अथवा डट् भवति तत्र पूर्णप्रत्ययान्तशब्दाः इति सामान्यनियममस्ति. अत्र किम् अस्ति, अस्मिन् द्वितीय तृतीय चतुर्थ तुर्य इत्यादि चत्वारि पदानि पूर्णप्रत्ययान्त अस्ति कथम् इति अग्रे दत्तमस्ति, अत्र अस्मिन् सूत्रे दत्तमस्ति पूर्णप्रत्ययान्ताः इत्युक्ते कार्डिनल् नम्बर्स्, पूज्यते ये हि अर्थः ते पूर्णाः गणानां महोदय. इस् देट् नाट् आर्डिनल् नम्बर्स्? इट् इस् आर्डिनल् नम्बर्स् नाट् कार्डिनल् नम्बर्स्, इट् इस् ओ, इट् शुड् बि नाट् सि. तस्य पूरणे डट् इति अधिकारसूत्रमस्ति. सङ्ख्यावाच्येभ्यः शब्देभ्यः डट् इति प्रत्ययः विद्यते. तो द्वितीय तृतीय चतुर्थ तुर्य अथवा तुरीय इति शब्दाः गणानां प्रयुज्यन्ते, अतः ते पूर्णप्रत्ययान्तशब्दाः अस्ति. यदि पूर्णप्रत्ययान्तशब्दः अस्ति तत् सामान्यपूर्णसविधार्थसदव्ययसव्यसमानाधिकरणे इति सूत्रेण षष्टिसमासः निषिध्यते. किन्तु द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति अन्यतरस्याम् इति पदम् उपयुज्य तस्य निषिद्ध केवलं चत्वारः पदार्थानां कृते तत्र निषेध लागू न भवति, कार्यं करो न करोति इति कृत्वा द्वितीयतृतीयचतुर्थतुर्य अत्रि एकदेशीसमासः भवितुमर्हति, षष्टिसमासः अपि भवितुमर्हति, विभाषा अन्तर्गता अस्ति कृते व्यस्तप्रयोगमपि दृश्यते इति एव मुख्यविषयमस्ति. उदाहरणं पश्येम चेत् अत्र प्रथम उदाहरणमस्ति द्वितीयं भिक्षायाः, तत्र द्वितीया भिक्षा इति एकदेशी समासः, भिक्षा द्वितीयम् इति षष्ट्यन्तसत्पुरुषसमासः, द्वितीयं भिक्षायाः इति व्यस्तप्रयोगः, आहत्य त्रीणि रूपाणि समर्थ्यते। एकदेशीसमासः द्वितीया भिक्षा इति पूर्णप्रत्ययस्य षष्ट्यन्त एकदेशीसमासः भवति इति सूत्रम् अस्ति। यदि षष्ट्यन्त भिक्षायाः द्वितीयम् इति व्यस्तप्रयोगमस्ति, न भिक्षायाः द्वितीयं, तत्र षष्ट्यन्तसत्पुरुषसमासः भवति, व्यस्तप्रयोगं द्वितीयां द्वितीयं भिक्षायाः, भिक्षायाः द्वितीयम् अथवा द्वितीयं भिक्षायाः इति व्यस्तप्रयोगः। अवगतं वा? सामान्यतया द्वितीया तृतीया चतुर्थत्रयाणि पूर्णप्रत्ययशब्दाः, अतः तस्य तत्पुरुषः निषेधः भवति केन सूत्रेण इति चेत् पूरणगुणसुहितार्थ सद् अव्यय पव्यसमानाधिकरणे इति सूत्रेण, परन्तु अन्यतरस्याम् इति सूत्रेण षष्टिविभक्ति भवितुम् अर्हति। विभाषा इति विभाषा इति व्यस्तप्रयोगम् अत्र प्रयोजनमपि भवति अन्यतरस्याम् इति अन्यतरस्याम् इति सूत्रे अस्ति, तत् एकदेशी समासस्य प्रसङ्गे अस्ति, द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति, अतः एकदेशीसमासस्य अपवादसूत्रमस्ति। ओके, अन्यतरस्याम् इति सूत्रेण एकदेशी न समासः न भवति, तदेव एकदेशी भवति, एकदेशीसमासं स्थापयति। यदि एकदेशं स्थापयति न चेत् पूर्णसुहितार्थते चेत् षष्टिः न भवति, किन्तु तत्र अन्यतरस्याम् इति षष्टिसमासः भवितुम् अर्हति, द्वितीयतृतीयचतुर्थतुल्याणि इति एकदेशिना एकाधिकरणे इति सूत्रस्य अन्तर्गतः अस्ति कृत्वा एकदेशीसमासः अपि भवितुम् अर्हति। ओके ओके ओके, वि विल् डु वन् थिङ्ग्, विल् स्टाप् हियर् and continue because my systems are shutting down now. We'll continue in the next class. Okay. Dhanyavaad. Dhanyavaad. Dhanyavaad. Dhanyavaad. Dhanyavaad. Namaskar. Namaskar.